नमस्कारः सर्वेषाम् अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्. आर्धधातुकप्रकरणे इड् व्यवस्था द्वादशकरपत्रम् अस्ति, तद् अद्य आरभ्य पठामः. रघुपतिमहोदय पठति वा? एकनिमिष भगिनि, आर्धातुक एकनिमिष, तदेव लेप्रत्य अजन्त अजन्तधातूनाम् इड् व्यवस्था, तदेव इड् व्यवस्था खलु. आम्, इड् व्यवस्था इति परिचयात्मक करपत्रचतुष्टयमस्ति, तत्र प्रथमकरपत्रं द्वादश. अस्तु पठामि. इड् व्यवस्था, इट् नाम किम् इति प्रायः अस्माभिः सर्वैः अवलोकितं स्यात् यत् लिगन्तेषु कृदन्तेषु च कुत्रचित् इकारः श्रूयते, कुत्रचित् न. यथा तिगन्तेषु गमिष्यति इत्यत्र मकारोत्तर इकारः अस्ति, द्रक्ष्यति इत्यत्र एवं कोऽपि विकारः नास्ति. कृदन्तेषु पठितुम् इत्यत्र ठकारोत्तर इकारः अस्ति, कर्तुम् इत्यत्र एवं कोऽपि इकारः नास्ति. अस्य इकारस्य नाम इट् आगमः, इडागमः. तर्हि कुत्र इडागमः संयुज्यते अपि च कुत्र न इत्यस्य विज्ञानस्य नाम इड् व्यवस्था इति. अस्तु, अत्र इट् नाम किम् इति अत्र दत्तमस्ति. तत्र वयं जानीमः कुत्रचित् इकारः तिगन्तेषु कृदन्तेषु इकारः श्रूयते, यथा गम् धातोः लिट्लकारे गमिष्यति इति अस्ति, परन्तु दृष् धातोः द्रक्ष्यति इति अस्ति. अतः तत्र तथैव अन्यत्रापि तत्र पठितुम् इति कृदन्तेषु पट् धातोः पठितुम् इति अस्ति, यत् कृ धातोः कर्तुं, तत्र इडागमः नास्ति. तर्हि कुत्र इडाग भवति कुत्र न भवति इति यत् यत् पाठः अस्ति तदेव इड् व्यवस्था. अत्र व्यवस्था अस्ति, पाणिनिना कृतमस्ति, कुत्र भवत् कुत्र भवेत् कुत्र न भवेत् इति, तदेव तस्य अध्ययनमेव अस्ति तत्र इड् व्यवस्था इति. यत्र इडा अग्रे पठामि वा? आम् आम्. यत्र इडागमस्य योजनार्थं धातोः अनुकूलता वर्तते तत्र धातुः सेट् इत्युच्यते, सेट् धातुः, यथा स इट् इति. यत् इडागम इडानुकूलता वर्तते धातोः तत् सेट् धातु इति वदामः. सेट् इत्युक्ते इटा सह, तेन सह इति तेन सहेति तुल्ययोगे इत्यनेन, तुल्ययोग बहुव्रीहि समासः, इटा सह इति सेट् इति बहुव्रीहि. अन्यपदार्थ एतादृश बहुव्रीहि समासस्य यस्य सह येन सह इति शैली न भवति, किन्तु अन्यपदप्राधान्यम् अस्ति. प्रधानं न स न वा इट् अपि तु धातुः, प्रधानं न स, प्रधानं न स न वा इट् इट् अपि तु धातुः, धातुः अस्ति अत्र. अस्तु, इट् इट् सेट् इत्युक्ते धातु एव. अत्र इडागमस्य अनुकूलता नास्ति, तत्र धातुः अनिट् इत्युच्यते. अनिट् इत्युक्ते न इति अस्य सः, नै तत्पुरुषगर्भबहुव्रीहिः. सामान्यतया धातुः सेट् अस्ति चेदपि च तस्मात् यः प्रत्ययः विहितः अस्ति सः अपि सेट् अस्ति चेत् तर्हि तत्र इडानुकूलता विद्यते, नाम तस्यां दशायाम् इडागमः भवितुम् अर्हति. धातुप्रत्ययोः कश्चन इडानुकूलो नास्ति चेत् सामान्यतः तत्र इडानुकूलता नास्ति, अपवादाः सन्ति, किन्तु सामान्यनियमः अयम् सामान्यमः अयम् इति. अत्र यदि तत्र यत्र इड अनुकूलता अस्ति धातुः, तत् इट् सेट् धातुः, यत् इट् अनुकूलः नास्ति चेत् वयं जानीमः अनिट् इति, अनिट् धातुः इति. अपि च तत्र इडागमः भवति यत्र धातोः अपि प्रत्ययस्य इडानुकूलता, द्वयोः इडानुकूलता स्यात् तदा एव इट् प्रत्ययः भवति. साम् सारि क्षम्यताम्, इड इडागमः भवति. परन्तु अन्यत्रापि कुत्रचित् अपवादाः सन्ति, यत्र धातुः अनिट् अस्ति चेदपि अथवा प्रत्यय अनिट् इति चेदपि इडागमः भवितुमर्हति, एतादृश तत्र अपवादाः भवन्ति. तत्र वयं जानीमः तासां सर्वेषाम् अपवादाः भवन्ति एव इति अस्ति. सत्यं, सामान्येन तु अनिट् धातुः अनिट् अथवा प्रत्ययः अनिट् अस्ति चेत् तत्र इडानुकूलता नास्ति इति सामान्यनियमः. समीचीनं महोदय, धन्यवादः. विजया भगिनी, नमस्कारः भगिनी, उषा अस्मि. जस्ट् वाण्टेड् टु टेक् आपर्चुनिटी. हा, नमस्ते भगिनी. अस्तु महोदय, नमस्कारः. नमस्ते. इत्सन्निकेन अस्वर्णेन धातुः किं पदी इति निर्णयः क्रियते, अपि च अवशिष्टस्वरेण निर्णयः क्रियते अयं धातुः इट् अनिट् वा इति अस्माभिः उक्तम्. इत्सञ्ज्ञकाणां वर्णानां निष्कासनानन्तरं यः स्वरः अवशिष्यते तेन स्वरेण धातः इट् वा अनिट् वा इति निर्णयः क्रियते. अनेन स्वरेण इड् व्यवस्था ज्ञायते. अत्र धातुः भवति, अत्र इत्सञ्ज्ञकः कुत्र भवति चेत् अचुवर्णेन वा अनन्तरम् अवशिष्टस्वरेण वा अत्र निर्णयः क्रियते. तत् अवशिष्टस्वरेण एव एतत् अनुबन्धलोपानन्तरं यत् अत्र तिष्ठति तत् तत् स्थाने एव अत्र ईडुव्यवस्था अस्ति वा अनीट् अस्ति वा इति अत्र क्रमः भवति. एतत् ईडुव्यवस्थायां विषये अनेन अवशिष्टस्वरेण एव अत्र ज्ञायते. समीचीनं, अनेन एव ज्ञायते यत् धातुः इडानुकूलधातुः वा न वा इति. आत्मनेपदी परस्मैपदी अपि वयं जानीमः, किं पदी इत्यनेन तत् आत्मने परस्मैपदी अथवा उभयपदी इति विवक्ष्यते. तत्र अचुवर्णेन इत्सङ्गेन अनेन जानीमः. अग्रिमपरिच्छेदः अपि पठतु भगिनि. धातुषु अचः अधस्तात् या रेखा दृश्यते यथा अधगस्थितस्य रेखा अस्ति सा रेखा अचः अनुदात्तत्वं सूचयति. आस उपवेशने इत्यस्मिन् धातौ सकार उत्तरवर्ति यः अकारः अस्ति सः अकारः अनुदातः इति अधस्थं चिह्नं सूचयति. धातुषु अचः उपरिष्टात् या रेखा दृश्यते यथा अ उपरि रेखा अस्ति चेत् एतत् स्वरितः अस्ति इति तया अचः स्वरितत्वं सूचयति. वयं जानीमः एव अधः रेखा अस्ति चेत् अनुदातः, उपरि रेखा अस्ति चेत् स्वरितः, कुत्रापि रेखा नास्ति चेत् एतत् उदातः इति. तर्हि उपरि चिह्नम् अस्ति चेत् स्वरः स्वरितः, अधः चिह्नम् अस्ति चेत् अनुदातः, उपरि अपि नास्ति अधः अपि नास्ति चेत् तर्हि सः स्वरः उदातः. यथा वसो धातोः वकार उत्तरवर्ति यः अकारः अस्ति तस्य अधः चिह्नम् अस्ति चेत् अतः सः अकारः अनुदातः. परन्तु शिशो धातोः चकार उत्तरवर्ति यः इकारः अस्ति तस्य उपरि अपि अधः अपि चिह्नं नास्ति अतः सः इकारः उदातः इति अत्र ज्ञातव्यम्. अग्रे पठामि वा महोदय? पठतु भगिनि. तर्हि तर्हि अत्र इड्व्यवस्था कीदृशी इति द्रष्टव्यं. वृत्तान्ते पटम् इति धातुः तकार उत्तरवर्ति यः अकारः अस्ति सः अनुनासिकः उदातः च. अतः धातुः परस्मैपदी, पकार उत्तरवर्ति यः अकारः अस्ति सः अवशिष्टः स्वरः इति उच्यते. अयम् अकारः कीदृशः इति ज्ञेय देयम्. अवशिष्टः स्वरः अनुदातः चेत् धातुः अनीट्. अयम् अवशिष्टः स्वरः उदातः स्वरितो वा धातुः सेट्. पकार उत्तरवति अकारः उदातः अतः धातुः सेट्. गै इति अतः धातुः अस्ति, अत्र रेखा अस्ति. धातु ऐकारः अनुदातः अतः धातुः अनीट्. मेङ् मेङ् इति अस्ति, रेखा अधः भवति. धातौ ञकारस्य यित् संज्ञा मे अवशिष्यते. एकारः अनुदातः, रेखा अधः अस्ति अतः अनुदातः, अतः धातुः अनिटः अनिट् इति. चिमु इति धातौ उकारः अनुनासिकः अतः तस्य यित् संज्ञा लोपः च. चिमु इति अवशिष्यते. चकार उत्तरवर्ति यः इकारः सः उदातः अतः धातुः सेट्. उपर्युक्तस्य नियमस्य कारणं यदि अवगन्तुम् इच्छेम तर्हि सूत्रद्वयं द्रष्टव्यं भवति. एतत् विषये अग्रे भवति इति अहं चिन्तयामि. इदानीम् अत्र अनुदात्तविषये स्वरः त्वरितविषये, अनन्तरम् उदात्तविषये कुत्र रेखा अस्ति कुत्र रेखा नास्ति. उदात्तः अनन्तरं स्वरितः अस्ति चेत् अत्र सेटः भवति, अनुदात्तः अस्ति चेत् अत्र अनुदात्तः रेखा अस्ति चेत् अत्र अनिटः भवति इति अत्र दत्तं महोदय, खलु महोदय? आम् आम् तदेव सत्यम्. अतः स्वरः अविशिष्टः के कः इति दृष्ट्वा तत्र निर्णयं कर्तव्यम्. तथा स्वरः अवशिष्टः अनुदात्तः चेत् धातुः अनिट्, अयम् अवशिष्टस्वरः उदात्तः अथवा स्वरितः अस्ति चेत् सेट्. सेट् इत्युक्ते इडानुकूलः इति निर्णयं कर्तव्यम्. अनन्तरं पश्यामः तत्र किं भवति इति. धन्यवादः भगिनि. उषा भगिनी, प्रत्ययस्य स्वभावः भगिनी एकवारं वक्तुं शक्यते वा भगिनी कृपया? तद् पठति वा तत् परिच्छेदं पुनः, तर्हि अन्तिम परिचय. तर्हि अत्र इड् व्यवस्था कीदृशी इति द्रष्टव्यं. वृत्तान्ते पठ् इति धातुः, तकार उत्तरवर्तीयः अकारः, तकार उत्तरवर्तीयः अकारः अस्ति, सः अनुनासिकः. ओके, अत्र उपरि चिह्नम् अस्ति, अनुनासिकचिह्नं. सः अनुनासिकः. उदात्तः, उदात्तः इति तत्र चिह्नं नास्ति. यदि चिह्नं नास्ति तदा उदात्तः, तद् रेखा, रेखा. ओके, द रेखा इस् नाट् देर् आन् द टाप् इति. सो अधः रेखा अस्ति चेत् तत् अनुदात्तः, अनुदात्तः. देन् इफ् इट् इस् अ स्ट्रेट् लैन् आन् टाप् तत्र स्वरितः, स्वरित. उपरि अपि चिह्नं नास्ति, अधः अपि चिह्नं नास्ति चेत् तद् उदात्तः. अतः पठा इति तत्र अनुनासिक स्वरः, स्वरयुक्तस्य चिह्नं नास्ति. अतः धातुः पर सः अनुनासिकः उदात्तः, सः अनुनासिकः. ओके, उदात्तः, उदात्तः च. अतः धातुः परस्मैपति, अनुदात्त स्वरित. वाट् इस् दट् आत्मनेपति सूत्र 1312 अनुदात्त अनुदात्त आत्मनेपदम्. सो अनुदात्त अस्ति इत्यनेन तत् ऐ थाट् आत्मनेपति, बट् दिस् इस् अनुनासिकः. अनुनासिकः अस्ति, अनुदात्तङित खलु, अनुदात्तङित. एतत्तु उदात्तः अस्ति, अनुदात्तः. दिस् इस् उदात्त, उदात्त. ओके, अतः तद् तद् इतोपि एकं सूत्रं किल उभयपदी कृते, स्वरितङितः, स्वरितङित. सो अनुदातः अस्ति चेत् तद् आत्मनेपदी पदं, स्वरितः अस्ति चेत् उभयपदम्. उदात्त शेषः परस्मैपदी, उदात्तः अत्र अस्ति. ओके, पकार उत्तरवर्तीयः अकारः अस्ति. सो बिट्वीन् पकार अण्ड् टकार, पकार उत्तरवर्तीयः अकारः अस्ति, सः अवशिष्टस्वरः इति उच्यते. ओके, अयम् अकारः कीदृशः इति ध्येयम्. अयम् अकारः कीदृशः इति ध्येयम्. अवशिष्टः स्वरः अनुदात्तः चेत् धातुः अनिट्. अयम् अवशिष्टस्वरः उदात्तः स्वरितः वा धातु सेट्. ओके, पकार उत्तरवर्ति अकारः उदात्तः अस्ति. दट्स् वाट् वि सा. No, no, the previous udata that we said was for the same akara. That was for takara. That is for takara uttaravati. Prithiyaha akaraha patha. Tatra. But this is for set or anit, it is the pakara uttaravati. The avasishta. I have to remember. Avasishta swara. Tatra kim bhavati iti ukte patha iti atra. Yada anunasikaswara hasti takara uttaravati akaraha. Tasya tu itsanya bhavati kila. पट् इत्येव अवशिष्यते. इदानीं पट् इति स्वीकृत्य तत्र निर्णयं कर्तव्यं यदि धातुः सेट् अस्ति वा अनिट् अस्ति वा. प्रथमं तद् अनुबन्धकार्यं सर्वं कृत्वा इदानीम् अनन्तरं द्वितीय सोपान. ओके ओके. ओ दट् इस् फर् दि अनुबन्ध टकार उत्तरवर्तीयकारः. दिस् इस् फर् दि ओके. अस्तु भगिनि, धातोः स्वरः. सो पकार उत्तरवर्ति अकारः उदात्तः, अतः धातुः सेट् ओके उदात्तः अस्ति. गौ नाट् गौ, घै धातौ घै धातौ ऐकारः अनुदात्तः छिन्न अस्ति इत्यनेन घै धातौ ऐकारः अनुदात्तः, अतः धातुः अनिट् अतः धातुः अनिट् ओके अनुदात्त अनिट् ओके. मेङ् धातौ मेङ् धातौ ङकारस्य इत् संज्ञा मे अवशिष्यते ओके. एकारः अनुदात्तः अतः धातु अनिट् धातुः अनिट्. शिवु उपरि छिन्नम् अस्ति. शिवु इति धातौ उकारः अनुनासिकः अनुनासिकचिह्नम् अनुनासिकचिह्नम् उदा फर् उकार. शिवु इति धातौ उकारः अनुनासिकः अतः तस्य इत्संज्ञा लोपः च ओके. शिव् इति अवशिष्यते. शकार उत्तरवर्ती यः इकारः ओके धातु स्वरा क्षिव इकारः सः उदात्तः ओ नो चिह्नम् इति अस्ति ओके. शकार उत्तरवर्त्यः इकारः सः उदात्तः अतः धातुः सेट् उपरि उक्तस्य नियमस्य कारणं यदि अवगन्तुम् इच्छेम तर्हि सूत्रद्वयं द्रष्टव्यं भवति. अस्तु भगिनि, ऐ थिङ्क् ऐ गाट् सम् ऐडिया. अतः तत्र सोपानद्वयं, प्रथमम् इत्संज्ञा करणीयः सर्वदा यदा वयं कुर्मः सामान्यतया तादृशं करणीयं, तदा तत्र परस्मैपदी वा आत्मनेपदी वा उभयपदी वा निर्णयं कर्तुं शक्नुमः धातुं स्वीकृत्य. अनन्तरं तत्र यद् अवशिष्टः अवशिष्टभागस्य यत् स्वरः अस्ति तद् अनुदात्तः वा उदात्तः वा स्वरितः वा इति द्रष्टव्यः. अनुदात्तः अस्ति चेत् अनिट्, स्वरितः वा उदात्तः अस्ति चेत् सेट् धातुः विषये. इदानीं प्रत्ययस्य स्वभावः पश्यामः. पठामि वा? प्रत्ययस्य स्वभावः. आर्धधातुकस्य इड् वलादेः. आर्धधातुकप्रत्ययस्य आधौ वल् प्रत्याहारे अन्यतमवर्णः अस्ति चेत् तस्य इडागमः भवति. वलादेः आर्धधातुकस्य इडागमः स्यात्. इडागमः टित् अतः आद्यन्तौ टकितौ इत्यनेन प्रत्ययस्य आदौ आयाति. वल् प्रत्याहारे यकारं विहाय सर्वाणि व्यञ्जनानि अन्तर्गतानि वल् आदौ यस्य सः वलादिः बहुव्रीहिः तस्य वलादेः. आर्धधातुकस्य षष्ट्यन्तम् इत् प्रथमान्तं वलादेः षष्ट्यन्तं त्रिपदमिदं सूत्रम्. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गात् वलादेः आर्धधातुकस्य इड् परिचयं सूत्रमेव. आर्धधातुकप्रत्ययस्य आदौ वल् प्रत्याहारे आर्धप्रत्ययः परः अस्ति तत् आर्धधातुकप्रत्ययः अस्ति चेत् तत् प्रत्याहारे वल् प्रत्याहार तत् आदिमवर्णः वल् प्रत्याहारे अस्ति चेत् तस्य तत् प्रत्ययेन ईडागमः भवति इति. वलादि इत्युक्ते यकारं विहाय सर्वे व्यञ्जनानि अन्तर्गतानि अस्ति. वलादौ इति बहुव्रीहि, वलादेः इति षष्ट्यन्तं. सो वलादेः षष्ट्यन्तम् इट् प्रथमान्तम् आर्धधातुकस्य अपि षष्ट्यन्तं तस्य स्थाने इति आर्धधातुक वलादिप्रत्ययस्य तस्य इट् आगमः. आम् आं भगिनि, तस्य इट् even the previous one is parichayam eva bagini parantu every time I do it in a hurry and then I confuse everything etad bahu purvam dhatu vignanam iti pate agatam इदानीं तस्य किं सम्पूर्णतया पठामः अस्मिन् पाठे किञ्चित् स्पृष्टं तावदेव अत्र तु सम्पूर्णतया अस्ति परन्तु एतत् प्रथमकरपत्रं तदेव तस्मिन् करपत्रे किम् आसीत् तदेव अस्ति नूतनतया किमपि अन्यत् नास्ति एतानि सूत्राणि अपि परिचितानि एव अस्तु भगिनि धन्यवादः धन्यवादः प्रश्नः अस्ति वा नो नो भगिनि फर् मी ईवन् द धातु विज्ञानं एव्रिथिङ्ग् ऐ स्टार्ट् इन् द मिडल् अण्ड् देन् ऐ गो अस्तु चिन्ता क्षम्यतां नास्ति चिन्ता आम् अरुणा भगिनि नमस्ते भगिनि वल्लादि नाम वल् प्रत्याहारः आदौ यस्य सः वलि यकारं विहाय सर्वाणि व्यञ्जनानि कस्यचित् आर्धधातुकप्रत्ययस्य आदौ यदि वल् प्रत्याहारस्य कश्चन सदस्य अस्ति तर्हि इदागमः तस्य प्रत्ययस्य आदौ आयाति आदौ कथं ज्ञायते किमर्थं मध्ये अपि न अन्ते अपि न अद्यन्तौ टकितौ इति सूत्रेण यत् आगम टित् अस्ति सः यस्य आगमः अस्ति तस्य आदौ भवति आयाति चित् अस्ति चेत् यस्य आगमः अस्ति तस्य अन्ते आयाति इत् आगमः चित् अस्ति तकारः इत् यस्य सः अतः अनेन सूत्रेण इत् आगमः प्रत्ययस्य आदौ आयाति इदागमः प्रत्ययस्य आदौ न तु धातोः आदौ यतोहि अर्धधातुकश्च वलादेः इत्यनेन इदागमः प्रत्ययस्य आगमः न तु धातोः ओके अत्र विवरणं दत्तं वलादि नाम किम् इत्युक्ते वल् प्रत्याहार आदौ यस्य सः इति विग्रहवाक्यं वलि यकार वलि इत्युक्ते यकारविहाय सर्वाणि व्यञ्जनानि वल् प्रत्याहारे वर्तते कश्चित् आदजातुक प्रत्ययस्य आदौ यल् प्रत्याहार वल् प्रत्याहार वर्णः अस्ति चेत् इदागमः भवति तस्य यस्य पूर्वम् आदौ भवति किं कथं जानीमः आदौ आगच्छति वा मध्ये आगच्छति वा अन्ते इति अद्यन्तौ टकितौ इति सूत्रेण यत् आगमः टित् अस्ति चेत् तस्य आगम आदौ प्रत्ययस्य आदौ भवति चित् अस्ति चेत् यस्य आगमः अस्ति तस्य अन्ते आयाति इदानीम् तदेव भगिनि चित् बलादिकेन इदागमः प्रत्ययस्य आगमः न तु धातोः अग्रे भगिनि आर्धधातुकप्रत्ययः कः इति स्मर्यताम् प्रत्येकं प्रत्ययः यः धातुतः विहितः सः सार्वधातुकम् आर्धधातुकं वा प्रत्ययः तिङ्क्षित्वा चेत् तिङ्क्षित् सार्वधातुकम् इत्यनेन स च प्रत्ययः सार्वधातुकं तिङ्क्षित् नास्ति चेत् आर्धधातुकं शेषः इति इत्यनेन प्रत्यय आर्धधातुकः ओके आर्धधातुकप्रत्यय इत्येतेन कथं जानीमः इति चेत् वयं पूर्वं पठितवन्तः तिङ्क्षित् सार्वधातुकम् इति पठितवन्तः तदेव सार्वधातुकप्रत्ययः तिङ्क्षित् भिन्न प्रत्ययः आर्धधातुकप्रत्यय भवति सूत्रमस्ति आर्धधातुकं शेषः इति सूत्रेण आर्धधातुकः भवति समीचीनं धातुतः विहितः प्रत्ययः तदपि आं भगिनि इतोपि एकः परिच्छेदः भगिनि तर्हि इदागमः विदायकं सूत्रम् आर्ददातुकस्य इड्वलादेः अनेन धातुभ्यः वलादि आर्ददातुकप्रत्ययः विधीयते चेत् तस्य प्रत्ययस्य इडागमः भवति. नाम अनेन सूत्रेण यः कोऽपि आर्ददातुकप्रत्ययः वलादि अस्ति सः प्रत्ययः सेट्. अयं नियमः तिङ्प्रत्ययप्रसङ्गे पर्याप्तम्, किन्तु धातुभ्यः विहिताः प्रत्ययाः द्विविधाः तिङ्कृच्च. कृत्प्रत्ययेषु द्वितीयप्रमुखसूत्रेण प्रत्ययः वशादि चेत् इडागमो निषिध्यते, इडागमो निषिध्यते. ओके, अत इडागम साधुधातुके विलादे इति सूत्रेण इडागमः भवति. अत्र प्रत्यय वलादि वर्णः अस्ति चेत् तदेव इडागम अनुकूलं भवति. एनि कोऽपि आधुधातुकप्रत्ययः अस्ति चेत् सर्वे सेटः, ओ आधुधातुकप्रत्ययः सर्वे सेटः. अयं नियमः वयं प्रिय पठितवन्तः, किन्तु धातुभ्यः विहितः प्रत्ययः द्विविधाः तिङ्कृत् वै जानीमः. धातुतः प्रत्ययः तिङ् वा कृत् प्रत्ययेन नाम शब्दं भवति. कृत् प्रत्ययेषु द्वितीयप्रमुखसूत्रेण प्रत्ययः वशादि चेत् इडागमो निषिध्यते. अत्र सामान्यतया तिङ्कृत् प्रत्ययपरे इडागमः अनुकूलः भवति, परन्तु अत्र एकसूत्रमस्ति वशादि प्रत्ययः अस्ति कृत् प्रत्ययः विच् इस् वलादि वशादि अस्ति चेत् इडागमः न भवति. समीचीनं, समीचीनं, तदेव. अतः सामान्यसूत्रमस्ति येन इडागमः विधीयते तत्तु आर्धधातुकस्य इडवलादेः सूत्रे एव आर्धधातुकः इति उक्तम्. अतः सार्वधातुकस्य चिन्तनम् अत्र न भवति. आर्धधातुकप्रत्ययः भवेत् तदपि वलादि आर्धधातुकप्रत्ययः भवेत्. वल् प्रत्याहारे यदा इदानीमेव दृष्टं यकारं विहाय सर्वाणि व्यञ्जनानि अन्तर्भूतानि. अतः तादृशेषु प्रत्ययेषु यः कोऽपि अस्ति चेत् सः प्रत्ययः सेट्. तिङ् प्रसङ्गे अस्माकं चिन्ता न भवति, केवलं तद् सेट् प्रत्ययः सेट् तिङ् प्रत्ययः अस्ति चेत् आर्धधातुकस्य इड् वलादेः इति सूत्रेण इडागमः भवति एव. परन्तु यदा प्रत्ययः कृत् अस्ति चेत् तत्र इतोपि नियमाः सन्ति. अत्र प्रथमं नियम् यदस्ति तत्र वशादिः अस्ति प्रत्ययः कृत्, परन्तु वशादिप्रत्ययः अस्ति चेत् तत्र इडागमस्य निषेधः भवति इति वदतु. धन्यवादः भगिनी. महोदय महोदय नेड् वशीकृति नेड् वशीकृति इति सप्तमाध्यायस्य द्वितीयपादस्य अष्टमः सूत्रमस्ति. अस्तु, कृत्प्रत्ययस्य आदौ वष्प्रत्याहारे कृत्प्रत्ययस्य आदौ वष्प्रत्याहारे अन्यतमवर्णः अस्ति चेत् तस्य इडागमः न भवति. वष्प्रत्याहारे वर्गीयव्यञ्जनानां तृतीयः चतुर्थः पञ्चमश्च सदस्याः वकारोत्तर वकार क्षमतां वकाररेफलकाराः च रेफलकाराः च. नाम कृत्सु प्रत्ययस्य आदौ वर्गीयव्यञ्जनानां प्रथमः द्वितीयः अथवा चषसः इति एडानुकूलः इत्युक्ते खल् खलु खल् प्रत्याहार खल् प्रत्याहार इति वक्तुं शक्यते. खल् अस्ति चेत् तत्र भवति, वश् अस्ति चेत् कृत् प्रत्ययेषु इडानुकूलं न भवति. न अव्ययं न अव्ययपदम् इट् न अव्ययपदम् इट् प्रथमान्तं वशिसप्तम्यन्तम् कृति सप्तमन्तम् अनेकभेदं सूत्रम् अङ्गस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गात् न इट् वशीकृति इति वशादि अस्ति चेत् वल् वलादि इति सामान्यसूत्रमस्ति इदानीं तत्र वश अस्ति चेत् कृत्पत्यस्य कृते इदागमः न भवति इत्युक्ते वश् इत्युक्ते न वल् मैनस् वश् इति कल् इत्युक्ते वर्गप्रथम द्वितीय अपि च ऊष्मवर्णः अस्ति चेत् तेषां तत्र इडागमः भवति इति नेट् वशीकृति इति तत्र अपवादसूत्रमस्ति वल् इत्यस्य निषेधः एव करोति अतः तत्र वल् अस्ति चेत् इडागमः भवति नेड् वशीकृति इत्यनेन कृत् वश् प्रत्याहारस्य वर्णः अस्ति चेत् इडागमः न भवति सो यदा महोदयेन उक्तं वल् मैनस् वश् यद् अवशिष्टाः तेषामेव इडागमः भवति महोदय अग्रिमसूत्रमपि तदपि निषेधसूत्रम् तितुत्र तत्तसिसु सरकेषु च इति ति तु त्र तथ सिसु सर सर सर स येषाम् अर्थात् कृत्पत्यानाम् इडागमः न भवति इति तु त्र तथ सिसु सर क स एते सर्वे वल् वश् नास्ति वलादि अस्ति परन्तु वश् नास्ति परन्तु कृत् तत्र इडागमः स्यात् परन्तु न भवति इति एतत् सूत्रं वदति तिश्च तुश्च त्रश्च तश्च थश्च सिश्च सुश्च सरश्च कश्च सश्च तेषाम् इतरेतर द्वन्द्वः तितुत्रत तसिसु सरकसाः तेषु तितुत्रत थसिसु सरकेषु तितुत्रत थसि सुसरकेषु सतमन्तं च अभयपदं द्विपदविधं सूत्रं नेड् वशीकृति इत्यस्मात् न इट् कृति इत्येषाम् अनुवृत्ति अङ्गस्य अधिकारः अनुवृत्तिसूत्रमस्ति अङ्गात् न इट् तितुत्रत हसिसु सदरकेषु च सदरकेषु कृत्सु च इति सूत्रम् अत्र एते केचन प्रत्ययाः सन्ति तत्र इडियोग्यप्रत्ययाः सामान्य अत्र इड् इड् इडुविधायकसूत्रेण भवितुमर्हति परन्तु न भवति इति उक्तम् इति एते यथा शास्योग त्र इति त्र इति प्रत्ययः शास्त्रम् इति यूयग त्र इति अस्ति योत्रं युज् योगत्र योक्त्रं तु तुत्र स्तोत्रं क्षम्यतां स्तु योगत्र स्तोत्रं स्तोत्रं सेत्रं सेक्त्रं मेड् मेढ्रम् इति मिः अस्तु मि दत्तं भवति मेढ्रं पत्रम् एतेषु तत्र त्र इति सूत्र प्रत्ययः अस्ति तस्य इडागमः न भवति सर्वत्र सूत्रे उक्ताः प्रत्ययाः अनुबन्धरहिताः अतः केवलम् एक एव प्रत्यय इति न अपि तु तदाधिकाः अपि अर्हन्ति कुत्रचित् उदाहरणानि अधः दत्तानि ते अनुबन्धरहितप्रत्यय अनुबन्धरहितः दत्तमस्ति अत्र अतः अन्ये अपि भवितुमर्हति तत्र ये भिन्नभिन्न अनुबन्धः इति ति इति अन्ये अनुबन्ध भिन्न अनुबन्धः अस्ति चेत् तत्र तेषामपि ग्रहणं भवति इति उक्तं तत्र सूत्रे उक्ता पत्र्याः यथा उदाहरणं ति तिच् प्रत्यये प्रत्यये तन्ति तिक् प्रत्यय ति इति तिक्च् इति अस्ति तत्र तन्ति किन्तु तनिता तनितुम् अस्तु तन्निति प्रायः धातुः महोदय आम् तन् धातुः तृच् प्रत्ययेन तनिता तुमुन् प्रत्ययेन तनितुम् अतैडागमः भवति परन्तु तकारादि वलादि वलादि वश् नास्ति इति परन्तु ति इति प्रत्ययपि वलादि वश् नास्ति परन्तु न भवति इति अस्ति तन्तिः इति भवति तिन् प्रत्यये तिन् प्रत्यये ति एव अवशिष्यते तत्रापि तथापि अत्र तिक् तिच् अपि च तिन् प्रत्यये दीप्तिः किन्तु दीप् धातोः दीपिता दीपितुम् इति तत्र तुमुन् प्रत्ययस्य अथवा तृच् प्रत्ययस्य इडागमः भवति परन्तु तिन् प्रत्ययस्य न भवति तर्हि ति इत्युक्ते तिन् अपि वचि अपि च तिच् इति प्रत्ययः अपि अस्यपि ग्रहणम् अस्ति तु अनुबन्धरहितः इति कारणे परन्तु तृच् इत्यत्र तृ अस्ति न तु ति अतः तत्र भवति एव तुमुन् इत्यत्र तु इति अस्ति न तु ति अतः तत्रापि भवति इडागमः अत्र इति दत्तमस्ति ति तु इति, परन्तु तुमुन् तुमुन् खलु अत्र तुम् इन्तुम् इति अनुबन्धरहितं तुम् इत्येव भवति अतः उक्तम् अतः केवलं तु इति न, अतः तद् तस्यापि ग्रहणं भवति. अस्य निषेधः अपि न भवति, नेड्वशीकृति इत्यनेन निषेधः न भवति. निषेधः न भवति, निषेधः न भवति, अत्र इड इड् स्यात्, परन्तु अनेन सूत्रेण तत्र इदं निषिद्धमस्ति, तत्र इड् न आवश्यकम् अनिष्टः रूपं भवति इति कृत्वा. सत्यं समीचीनम्, अग्रे धन्यवादः महोदय. प्रायः विजया भगिनी, विजया भगिनी भवती अपि स्वीकरोतु, तत्र कथं सूत्राणि तत्र अन्वेति इति अपि वदतु भगिनी. विजया भगिनी अस्ति वा? आं महोदय, अत्र किञ्चित् पास् कोड् दातव्यम्. अस्तु अस्तु, तु इति वसु प्रत्यये इक्षुः इति प्रत्ययः, तुन् प्रत्यये सक्तुः, तुन् प्रत्यये सक्तुः, किन्तु सचित सचितुम् इति भवति, सचित इति सच् इति प्रायः धातुः अत्र तुन् इति प्रत्यये योजयित्वा अत्र तत्र किमर्थं तत्र सचिता सच् इति धातु स्वीकुर्मः चेत् अत्र ल्युट् एव भविता भवितारौ भवितारः तादृशम् अत्र सचिता इति भवति, अनन्तरं तुमुन योजनान्तं सचितुम् इति अत्र ईकारः श्रूयते, अनन्तरं लुट् मध्ये अपि ईकारः श्रूयते खलु महोदय, सचिता इति ततः तथैव भवति. परन्तु एतत्तु त्रिच् प्रत्ययः, तत्र किं वक्तव्यम् इत्युक्ते तत्र सु इति प्रत्ययः अस्ति किल, तद् कीदृशप्रत्ययः, किमर्थं तत्र सच् धातोः तुन् प्रत्यययोजनेन तत्र इडागमः न भवति, परन्तु त्रिच् अथवा तुमुन् योजनेन इडागमः किमर्थं भवति इति वक्तव्यं. तत्र सूत्रत्रयं दृष्टवन्तः किल, ति तु त्र सि सु सरक सेषु इत्यनेन अत्र अत्र इडागमस्य चिन्तनं नास्ति, इट् आगमः न भवति इति तत्र तु इति दीर्घसूत्रेण, अत्र तुन् इति प्रत्ययं योजनेन अत्र सचि इति सच् इति सूचनार्थम् इडागमस्य चिन्तनम् अत्र भवति किं ते किमर्थं चेत् अत्र आर्धधातुकस्य इट् बलादेः इत्यनेन वल् प्रत्याहारे अस्ति, अतः एव अत्र इडागमस्य चिन्तनम् अस्ति, अतः एव सचित अनन्तरं तुमनान्तं योजनेन सचितुम् इति भवति. समीचीनं वा महोदय? समीचीनं समीचीनं. सच् इति धातुः, तत्र तुन् इति प्रत्ययः प्रथमं तत्र तु विधीयते एव अर्धधातुकस्य ईड् वलादेः, वल् प्रत्याहारे सकारः अस्ति अतः विधीयते एव, परन्तु एतत् सूत्रेण तद् निषिध्यते, तीतृत निषेधः भवति, परन्तु तत्र सचिता सचितुम् इत्यत्र त्रिच् इति प्रत्ययः तु न उक्तः अस्मिन् सूत्रे, त्रिच् अतः तत्र सचिता इति इडागमः भवति, तुमुन् तुम् इत्यपि न उक्तः, अतः तदपि तत्रापि भवति. द्वितीयमपि करोतु भगिनी, तृतीयं क्षम्यतां, त्र इति एतदपि अत्र तिनि तु त्र सि सु सरक तेषु इति सूत्रेण अत्र निषेधनं भवति, परन्तु अत्र सृण् इति उनादिप्रत्ययमस्ति अत्र प्रत्यये, पत्रम् इति अत्र पत्रम् इति भवति, परन्तु अत्र त्र इति अत्र वल् प्रत्याहारे तकार उत्तरवर्ती त्र इति तकार अस्ति एव, अतः तत्र इडागमस्य चिन्तनं भवति आर्धदातुकस्य बलादेः इत्यनेन पतिता पतितुम् इति, तृतीययोजनेन पतिता अनन्तरं तुमुन्नान्तं योजनेन पतितुम् इति भवति. सम्यक्, तदेव. धन्यवादः उषा भगिनि. तकारः तन् प्रत्यये हस्तः किन्तु सहिता न हसिता किन्तु हसिता हसितुम् अत्र उणादिः उणादिः खलु भगिनि उणात्र भवेत् किल उणादिः उणादिः त प्रत्ययः न तु इक्तप्रत्ययः हसितं लीतः पीतः धूर्तः किन्तु लविता पविता घूर्विता गूर्वित्त सरल न्यू वर्ड्स् ओके स इति तन् प्रत्ययः तकारः तन् प्रत्ययः बलादि इत्यनेन आर्धधातुकस्य ईड् बलादेः इत्यनेन ईडागमः भवति, परन्तु ती तु त्र त थ सी सु सर् सरख स कसेषु च इति सूत्रेण तत्र त इति तन् प्रत्ययः निषिद्धः भवति इत्यनेन इडागमस्य निषिद्धः भवति इत्यनेन कृत् प्रत्ययः परन्तु अत्र सूत्रे उल्लेखितं भवति इत्यनेन निषिद्धः भवति इडागमः निषिद्धः भवति, तथा एव तन् प्रत्ययेन हस् धातोः कृते हस्तः एव भवति तन् प्रत्ययः हस्तः परन्तु किन्तु हसिता तृच् प्रत्ययः हस् धातोः सेम् हस् धातोः तृच् प्रत्ययेन हसिता इति कर्ता उक्तं भवति, हसिता अत्र इडागमः दृश्यते यतोहि तृच् प्रत्ययः अत्र सूत्रेण उल्लेखितं नास्ति यद्यपि कृत् प्रत्ययः परन्तु अत्र उल्लेखितं नास्ति, अपि च नेड् वशी कृति वशी अपि नास्ति वा अत्र तृच् सो प्रथम द्वितीय षष्प्रत्याहारे वर्ग तृतीय चतुर्थ पञ्चम बकार रेप लकार आम् आम् सो दिस् इस् तन् प्रत्याहार तकारः सो थर्ड् फोर्त् फिफ्त् ओ या फोर्त् सो दिस् इस् आल्सो वशी एव वशी इत्यनेन वशी इत्यनेनापि नास्ति बट् तन् इति अत्र दोषमङ्गणन जभ गडध जभ गडध एव प्रथमवर्णः कपै तत्र अनन्तरमेव आगच्छति किल खप चटत चटत कप वश् इति जब गडध दश् तत्र एव समाप्तं किल तत्रैव तद् समाप्तं कृत् प्रत्ययस्य आदौ वश् प्रत्याहारस्य अन्यतमवर्गः अस्ति चेत् तत्र इडागमः न भवति, परन्तु किमर्थं पुनः देन् दिस् सूत्र इस् आन् टाप् आफ् दट् नेड्बशि कृति सो त्री ति त्रु त्र थ दिस् सूत्र इस् एव लैक् अपवादसूत्रम् अपि दृश्यते नेड्बशि कृति, परन्तु बै इफ् दीस् प्रत्ययस् आर् देर् देन् नो इडागमः अपवादः इव अपवादः इव दृश्यते वा नियमः इव दृश्यते वा अस्ति चेत् इडागमः न भवति इति पुनः एव उक्तं किल पुनः उक्तं न भवति इति उक्तं खलु न भवति इति इडागमः न भवति इति निषेधस्य निषेधः पूर्वमेव निषेधः क्रियते कृतः कृतः पुनः अपि तदेव पुनः अपि निषेधः क्रियते. सो निषेधस्य सो देयर् आल्सो इट् इस् नो इडागम, हियर् आल्सो नो इडागम. सारी भगिनि महोदय, भवतः किं वदति भवान्? तत्र तु इति अन्तर्भूतः नास्ति किल वश्प्रत्याहारे, किमर्थम् इतोपि एकं सूत्रम्? किं भगिनि? तत्र नेड् वशीकृति इति अत्र कृत् प्रत्ययस्य आदौ वश्प्रत्याहारस्य वर्णः अस्ति चेत् इडागमः न भवति. समीचीनं. तत्र वश्प्रत्याहारे वर्गीयव्यञ्जनस्य तृतीय चतुर्थ पञ्चम वकाररेप लकार. इदानीं यत् तीतूत्र इति सूत्रे तकारः यदुक्तः वर्गप्रथमः, तद् वश्प्रत्याहारे अपि तत्र ओ तत्र न भवति किल? इडागमः न भवति वशी आल्सो. नो नो नो, तत्र भवति एव किल. खल् अस्ति खलु, खल् सर्वे कृत् प्रत्ययेषु भवति. एते तीतूत्र इति खल् प्रत्याहारः ओके ओके. नेड् भवति इत्यनेन तीतूत्र इत्यनेन भवति इडागमः भवति. ओके, परिगणित इडागमः तीतूत्र इति कृते नास्ति इति. अस्तु, अतः एव तुमुन् इत्यस्य भवति. तुमुन् इति अत्र उल्लेखितं तीतूत इत्यस्य कृते उल्लेखितं, परन्तु उल्लेखितं बट् वशीकृति नेड् वशीकृति इत्यनेन अस्ति. इडागमः न बाधा भवति. तृच् अण्डा तुम् ओ सारी सारी भगिनि या, किन्तु हसिता हसितुम् ओके. अत्र उणादिः तप्रत्ययः, अत्र उणादिप्रत्ययः न तु तप्रत्ययः ओके. हसितं हसितम् इति उणादि तप्रत्ययः. दुस्त द तन् प्रत्ययः अर् द ओके उणादि प्रत्यये तन् प्रत्ययः उणादिः उणादिः ओ अस्तु अस्तु. उणादि तन् प्रत्ययः नाट् थ प्रत्यय नाट् पापुलर् निषेधः भवितुं भवति स्म, परन्तु तप्रत्ययः कृत् प्रत्ययः, परन्तु अत्र तीतृत्र उल्लेखितं नास्ति इत्यनेन इडागमः भवति. सो हसितम् इति भवति तप्रत्ययस्य कृते. अस्तु, लीतः पीतः धूर्तः किन्तु धूर्तः दिस् आर् आल् तप्रत्ययः, इडागमः भवति बै द ओके नेड् वशी सामान्यनियम सामान्यलादेः. अपि च कृत् प्रत्ययः परन्तु वश् नास्ति, निषेधः नास्ति किल, अतः भवति एव भवति. आम्, लीतः पीतः धूर्तः देर् इडागमः नास्ति वा? पीतः धूर् घूर्तः घूर्तः धातुकः इति पश्यामः. गूर् गूर्त् तः बट् गूर्तः तप्रत्यय इव दृश्यते. उणादि प्रत्यय उणादिः तप्राय उणादि खलु अत्र तन् तन् उणादि एव उणादि एव स्वीकरणीयं, न तु कृत् प्रत्यय स्वीकरणीयम् इति अस्ति. यद्यपि सो बट् लीतः पीतः इत्यस्य कृते पीतः इति प्रायः पी धातु खलु, तत्र प्रायः पी इति कृत् प्रत्ययः अस्ति वा? पादातुः न भवति एव इडागमः. एतद् किम् इक्तप्रत्ययः किल? पीतः इति धूर्त इति न जानामि तत्र सप्रत्यय वा. गुर् इति धातुः भीमार्थशब्द गुर् इति धातुः भीमार्थशब्दयोः इति सुदादिगणीयधातुः, तत् सेट् धातुः एव. परन्तु तत्र इक्तप्रत्ययः योजनेन गुरितः गुरिता इत्येव भवति. एतत्तु उणादिप्रत्ययः, तत्र मिश्रितमस्ति भगिनि, मिश्रितम्. अस्तु भगिनि. किन्तु लविता, लविता लुक्स् लैक् तृच् प्रत्यय. लविता, पविता, गूर्विता, सो फर् दिस् जस्ट् लैक् द गूर्तः, दिस् इस् गूर्विता, दट् सेम् धातु ऐ गेस्. घोरिता इत्येव अत्र लिखितं गुर्धातोः तृच् प्रत्ययरूपं. गोर्विता इति प्रायः किमपि अन्यत् गूर्विता. अत्र तु घोरिता इति अस्ति, दोषाय वा सम्यक् वा न जानामि. कृदन्त तद् हेगडे महोदयस्य न भवति खलु तत्र उपादायं दीर्घ उकारः अस्ति, तत्र गुणः न भवति अर्हति खलु. गूर्विता न भवति, परन्तु अत्र तु एकनिमिषम्, इतोपि एकः अस्ति वा इति पश्यामि. इतोपि एकः गूर् इति अस्ति वा इति, परन्तु घोर् इति कदापि न भवितुमर्हति खलु, यदि उपादायं दीर्घ उकारः अस्ति चेत् गुणः. गूर् इति इतोपि एकः धातुः अस्ति. गूर् हिंसा वाह वयोहन्योः वयोहान्योः विवादिः. एतत् वयं गतौकारः वा दीर्घ दीर्घ उकारः गूर्. एतदपि सेट् अस्ति. एकनिमिषं, कृदन्तः किल, तत्र गूरणं, गूरणीयः, गूरणीया, गूरकः, गूरिका, गूरितुं, गूरितव्यः, गूरितव्या, गूरिता, गूरित्री, गूरित्वा, प्रगूर्य, गूरिता इत्येव. तत्रापि वकारः न श्रूयते. किमर्थं वकारः? गुर्विता. अत्र तु गूरिता इति वा गूर्व इति वा, तद् पश्यामि. गूर्व अनेन तद् गुर्व प्रायः दीर्घ भवति खलु, तत्र हलिजनस्ति किमस्ति सूत्रेण दीर्घ भवति. ओ तथा पाठे दृष्टवन्तः. पूर्वं खलु उकारस्य दीर्घः भवति. गुरु इति प्रायः धुर्व इति एव प्रायः, धूर्विता इति भवति, दीर्घः भवति भवति वा गुर् इति एव वा गुर् गुर् इति गुर्व इति अस्ति, वकारान्त धातु अस्ति, रेफ वकारान्त उपादायाञ्च खलु इत्यनेन. परन्तु तादृशधातुः न दृश्यते. गुर्व इति नास्ति वा गुर्व? गुर्व इति न दृश्यते. गुर इति अस्ति, गूर् गूर् इति अस्ति, परन्तु गुरव गुर्व इति नास्ति खलु. पश्यामि इतोपि एकवारम्. गूर्व किल दीर्घः नास्ति, ह्रस्व नास्ति. पूर्व इति धातुः नास्ति महोदय. गुर् इति अस्ति, भूर् इति अस्ति, गुर्व इति नास्ति. दुर्व अस्ति भगिनि, अत्र गुर् नास्ति, धुर्व इति अस्ति. दुर्व लेखन धुर्व धुर्व धकारः कृदन्ते समीचीनं तदस्ति. अतः तद् भू नास्ति, भू भू तदस्ति. दुर्विता, दुर्वित्री इति तदपि हिंसायामेव. धूर्वणं, दुर्वणीयः, धूर्वणीया, दुर्वकः, दुर्विका, दुर्वितुं, दुर्वितव्यः, दुर्वितव्या, दुर्विता, दुर्वित्री, दुर्वित्वा, धूर्णवादिगणीय वा न भुवादिगणीयः एव सकर्मकः सेट् प्रस्मैपदी दातुः धूर् तद् दुर्विता इति भवति. उपादायान्ते दीर्घः भवति. न दूर्व इति एव धातुः महोदय, दीर्घः एव अस्ति दुर्वीति अस्ति खलु ह्रस्व तदपि अस्ति वा, ह्रस्वः अपि अस्ति वा, एतत् दुर्व क्षम्यतां क्षम्यताम् एकनिमिषम् इदानीं दृष्टवान् अस्ति वा दूर्व दूर्व एव दीर्घः एव हिंसायां दीर्घ एव खलु अस्तु अस्तु आं दूर्वति इति एव तत्र उपधायां च एकनिमिषः तत्र अहं दृष्टवान् एकवारं समाने लट् दूर्वहिंसायां अत्र अत्र धुवी हिंसायाम् इति अस्ति धुवी हिंसायां तस्व इति अस्ति पश्यतु तत्र अस्तु ओ तद् धूर्व इति किं किमर्थं कथं जातं तद् तत्रापि उपधाय वयं दृष्टवन्तः खलु धातुपाठे उपधायाञ्च इति वयं दृष्टवन्तः धातुविज्ञानम् अनन्तरं भवति एव खलु तत्र अतः पूर्वमेव दृष्टम् पूर्वमेव कृतमस्ति अतः मूले धुर्व एव अस्ति उपधायाञ्च इत्यनेन धूर्व इति भवति धातुपाठे वयं दृष्टवन्तः खलु तत्र धातुपाठे एव माता दत्तमासीत् उपधायाञ्च सूत्रम् सम्यक् आम् आम् तत्र मूलयन्त्राणि इति किमपि किल प्रत्ययस्य आवश्यकता नास्ति खलु अत्र उपादायान्ते इत्यस्य कृते प्रत्ययस्य आवश्यकता नास्ति इति निमित्तमेव न आवश्यकम् आम् अत्र धातो एव निमित्तमस्ति इति कृत्वा धूमी हिंसायाम् इति धातुः दूर्वजातः उपादायां च इत्यनेन समीचीनं तदेव रस्व अस्ति तत्र उपादायः समीचीनम् अतः थ इति प्रत्ययः उणादिः अस्ति न तु इक्तप्रत्ययः अतः एतत्तु धूर्विता इति भवेत् न तु भूर्विता लेखनदोषः इतोपि इतोपि एकं करोतु भगिनि तन् प्रत्ययः इट्सेल्फ् इस् उणादि आर् अत्र उणादि त प्रत्ययः तन् प्रत्यये उणादि तत्र सा एव अवशिष्यते तत्र भ्रमः मास्तु इति इच्छा इति मा चिन्तयतु एतत्तु उणादिः इति वदति बिकास् ऐ थाट् हस्त इस् सच् अ पापुलर् वर्ड् दट् उणादिप्रत्यय बट् नाट् नार्मल् पाणिनिना किमर्थं तत्र कोऽपि तत्र हस्तस्य हसने इत्यस्य किमपि अहमपि अहमपि चिन्तितवती किमर्थं हस्ता तु सः हस्तः इति आगतः अत्र अर्थः अर्थः किम् अत्र नीरेश् महोदय अपि उक्तवान् तत् तस्य किमपि अर्थ एव नास्ति उणादिप्रत्ययस्य किमपि देश एव नास्ति तत्तु सर्वे सर्वाणि पदानि धातुजन्यानि इति कर्तुम् एतत् अत्र फोर्स्फुलि दे हेव् क्रियेटेड् वि केन् आल्सो क्रियेट् उणादिप्रत्ययो इन् विच् क्लास् बट् ई टोल्ड् इट् इस् एक्चुलि इट् इस् जस्ट् फार् सेक् आफ् यु नो इट् वास् डन् एक्चुलि सो देर् इस् नो बेसिस् प्रायः तद्धितेषु वा कृदन्तेषु वा उक्तवान् प्रायः उक्तवान् तत्र तत्र तादृश देर् इस् नो सिग्निफिकेन्स् मच् सिग्निफिकेन्स् just to create just to show that it is parantu hastatutah kimartham agatam tad hastat tadeva tatra kimapi kimapi nasti tatra tata uktavan tatra kopi tadrsha sambandha eva nasti sambandha eva nasti iti va o putrajit sambandha eva na bhavati atah tatya krute पत्रम् इत्यत्र पत्रम् इत्यत्रापि किञ्चित् अर्थः अस्ति पतति इति पत्रं पतति इति स्वीकर्तुं शक्नुमः तत्र हस्तः इत्यत्र पाणिनि सम्मतः नास्ति नास्ति इति तत् जस्ट् फोर् जनरेटिङ्ग् द वर्ड्स् दे आकृतिगणः इव आकृतिगणः जनरेटिङ्ग् जस्ट् फोर् जनरेटिङ्ग् देट् एव्रि वर्ड् इन् फ्रम् धातु ओन्लि फोर् देट् फोर्स्फुलि दे आर् डूयिङ्ग् देट् अदर्वैस् देर् इस् नो लाजिक् इन् देट् तत्र व्युत्पत्ति कथम् इति अतः पाणिनि उक्तमासीत् अव्युत्पन्नानि इति अव्युत्पन्नानि सत्यं सत्यम् आम् आम् अव्युत्पन्न प्रातिपदिकान् अस्तु प्रायः अरुणा भगिनी एकं करोतु अनन्तरं समापयामः भगिनि थ इति करोतु प्रत्ययः प्रत्यये कु कुश् इति धातु प्रयोजनेन कुष्ठं भवति सा इति वलादिप्रत्ययः अस्ति परन्तु ति तु त्रासीषु सरकेषु च इति सूत्रेण अत्र दासि था इति धातु प्रत्ययः अस्ति ततः निषेधः भवति परन्तु तुच् प्रत्ययपदे पदे योजनेन कोषिता भवति तुमुनि अस्ति चेत् कोषितुं भवति काष्ठं किन्तु काषिता काषितुम् अन्य उदाहरणं दत्तमस्ति तत्रापि प्रायः एतत् प्रत्ययः स्वप्रत्ययः वा योजनीयम् कुष् इति धातुः कुष्ठं कोषिता कोषितु कुष्ठम् इति भवति शकारः काश् इति धातुः काष्ठम् इति भवति परन्तु काषिता काषितु अस्माकं प्रायः व्रश्च भ्रश्च इत्यस्य कार्यं भवेत् अतः एव शकारस्य स्थाने शकारादेशं समीचीनम् अस्तु अस्य अनुवर्तनम् अग्रिमसप्ताहे कुर्मः इतोपि किञ्चित् एव प्रथमपाठः किञ्चित् लघु एव अस्ति अग्रिमपाठः प्रायः इतोपि विवरणम् अधिकं भवेत् अस्तु अद्य समापयामः धन्यवादः धन्यवादः भगिनी धन्यवादः